पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 73 ईश्वर उवाच यत्त्वया पृष्ठमाश्चर्यं तन्मया भाषितं क्रमाद यत्र मुह्यन्ति ब्रह्माद्यास्तत्र को वा न मुह्यति तथापि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा महाराजमम्बरीशं विष्णुभक्तं शिवान्वितं बदर्याश्रममासाद्य समासीनं जितेन्द्रियं राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम् मां त्वं संसारदुष्पारे परित्रादुमिहार्हसि विषयेषु विरक्तोऽस्मि नमस्तेभ्यो नमोऽखिलं यत्तत्पदमनुद्विग्नं सच्चिदानन्दविग्रहम् परं ब्रह्म पराकाशमनाकाशमनामयद यत्साक्षात्कृत्यमुनयो भवाम्भोधिं तरन्तिः तत्राहं मनसो नित्यं कथं गतिमवाप्नुयाद व्यास उवाच अधिगोप्यं त्वया पृष्ठं यन्मया न शुकं प्रति गदिदं स्वसुतं किन्तु त्वां वक्ष्यामि हरिप्रियम् आसीदिदं परं विश्वं यद्रूपं यत्प्रतिष्ठितम् अव्याकृतमव्यधिदं तदीश्वरमयं शृणु मया कृतं तपःपूर्वं बहुवर्षसहस्रकं फलमूल फलाशाम्बुवायुवाहारनिषेविणा ततो मामाह भगवान् स्वध्याननिरतं हरिः कस्मिन्नर्थे चिकीर्षादे विवित्सा वा महामते प्रसन्नोऽस्मि वृणुष्वत्वं वरं च वरदर्शभाद मद्दर्शनान्तसंसार इति सत्यं ब्रवीमि ते तदोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन यत्तत्सत्यं परं ब्रह्म जगज्योतिं जगत्पदिम् वदन्ति वेदशिरःसश्चाक्षुषं नाथमद्भुतं श्रीभगवानुवाच ब्रह्मणैवं पुरा पृष्ठप्रार्थितश्च यथा पुरा यतवोचमहं तस्मै तत्तुभ्यमपि कथ्यते मामेके प्रकृतिं प्राहुपुरुषं च तथेश्वरम् धर्ममेके धनं चैके मोक्षमेके कुतोभयं शून्यमेके भावमेके शिवमेके सदाशिवम् अपरे वेदशिरसि स्थितमेकं सनातनं सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितं ततो पश्यं भूपबालमहं कालाम्बुदप्रभम् गोपकन्यावृतं गोपं हसं तं गोपबालकैः कदम्बमूल आसीनं पीतवाससमद्भुतम् वनं वृन्दावनं नाम नवपल्लवमण्डितं कोकिलभ्रमरारावं मनोभव मनोहरं नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभां गोवर्धनमधा पश्यं कृष्ण रामकरोद्धृतं महेन्द्रदर्पणाशाय गोगोपालसुखावहं गोपालमबलासङ्गमुदिदं वेणुवादिनं हृष्ट्वादि हृष्टो ह्यभवं सर्वभूषणभूषणं तदो ममाह भगवान् वृन्दावनचरस्वयं यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनं निष्कलं निष्क्रियं शान्तं सच्चिदानन्दविग्रहं पूर्णं पद्मपलाशाक्षं नादः परतरं मम इदमेव वदन्त्येते वेदा कारणकारणं सत्यं नित्यं परानन्दं चित्खनं शाश्वतं शिवं नित्यां मे मधुरां विद्धि वनं वृन्दावनं तथा यमुनां गोपकन्याश्च तथा गोपालबालकाः ममावतारो नित्योऽयमत्र मा संशयं कृताः ममेष्ठा हि सदा राधा सर्वज्ञोऽहं परात्परः सर्वकामश्च सर्वेश सर्वानन्दः परात्परः मयि सर्वमिदं विश्वं भाति माया विजृम्भितं तदोऽहमब्रुवं देवं जगत्कारणकारणम् काश्च गोप्यस्तु के गोपा वृक्षोऽयं कीदृशो मदः वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः कोसव्येणुर्महाभागो लोकानं दैकभाजनं भगवानाह मां प्रीतः प्रसन्नवदनाम्बुजः गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः देवकन्याश्च राजेन्द्रतपोयुक्ता मुमुक्षवः गोपालामुनयः सर्वे वैकुण्ठानन्दमूर्तयः कल्पवृक्षकदम्बोऽयं परानन्दैकभाजनं वनमानन्दकाख्यं हि महापादकनाशनं सिद्धाश्च साध्या गन्धर्वाः कोकिलाध्यानसंशयः केचिदानन्दहृदयं साक्षाद्यमुनया तनुम् अनादिर्हरिदासोऽयं भूधरो नात्र संशयः वेणुर्यशृणुदं विप्रं तवापि विदितं तथा द्विज आसीच्छान्दमनास्तपःशान्तिपरायणः नाम्ना देवव्रतोदान्तः कर्म काण्डविशारदः स वैष्णवजनव्रातमध्यवर्ती क्रियापरः स कदाचन शुश्राव यज्ञेश्योऽस्तीति भूपते तस्य गेहमदाभ्यागाद्विजो मद्गदनिश्चयः स मद्भक्तः क्वचित् पूजां तुलसीदलवारिणा कृतवांस्तद्गृहे किञ्चिद्फलं मूलं न्यवेदयद स्नानवारिफलं किञ्चित् तस्मै मत्या ददौ सुधीः अश्रद्धया स्मितं कृत्वा सोऽप्य गृह्णाद्विजन्मनः तेन पापेन संजातं वेणुत्वमदिदारुणं तेन पुण्येन तस्याधमदीय प्रियतां गतः अमुना सोऽपि राजेन्द्रकेतुमानिवराजते युगान्ते तद्विष्णुपरो भूत्वा ब्रह्म समाप्स्यति अहो न जानन्ति नरा दुराशयाः पुरीं मदीयां परमां सनातनीं सुरेन्द्रनागेन्द्रमुनीन्द्रसंस्तुतां मनोरमां तां मधुरां पुरातनीं काश्यादयो यद्यपि सन्ति पुर्यस्तासां तु मध्ये मधुरैव धन्या यज्जन्ममौञ्जीव्रतमृत्युदाहैर्नृणां चतुर्धा विदधादिमुक्तिं यदा विशुद्धास्तप आदिना जनाशुभाशया ध्यानधना निरन्तरं तदैव पश्यन्ति ममोत्तमां पुरीं न चान्यथा कल्पशतैर्द्विजोत्तमाः मधुरावासिनो धन्या मान्या अपि दिवौकसाम् अगण्यमहिमानस्ते सर्व एव च दुर्भुजाः मधुरावासिनो येदु दोषान् पश्यन्ति मानवाः तेषु दोषं न पश्यन्ति जन्ममृत्युसहस्रजम् अधना अपि ते धन्या मधुरां ये स्मरन्ति ते यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि मम प्रियतमो नित्यं देवो भूतेश्वरः परः यः कदापि मम प्रीत्यै न संत्यजति तां पुरीं भूतेश्वरं यो न नमेन्न पूजयेन्न वा स्मरेद्दुश्चरितो मनुष्यः नैनां स पश्येन्मधुरां मदीयां स्वयं प्रकाशां परदेवताख्यां न कथं मयि भक्तिं स लभते पापपुरुषः यो मदीयं परं भक्तं शिवं सम्पूजयेन्निह मन्माया मोहितधिय प्रायस्ते मानवाद्धमाः भूतेश्वरं न मन्दि न स्मरन्ति स्तुवन्ति ये बालकोऽपि ध्रुवो यत्र ममाराधनतत्परः प्रापस्थानं परं शुद्धं यत्न युक्तं पितामहैः ताम्बुरीं प्राप्य मधुरां मदीयां सुरदुर्लभां कञ्जो भूत्वान्धको वापि प्राणानेव परित्यजेद वेदव्यासमहाभाग मा कृधा संशयं क्वचिद रहस्यं वेदशिरसां यन्मया दे प्रकाशितम् इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः शृणुयाद्वापि यो भक्त्या मुक्तिस्तस्यापि शाश्वती इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनादिमधुरामाहात्म्यकथनं नाम त्रिसप्ततितमोऽध्यायः ॐ